नमस्कारः. यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति करपत्रं प्रवर्तते. सरला भगिनी अग्रे. धन्यवादः. ध्वनि ध्वंस इति साधि ध्वंस धातु धनि ध्वंस इति भवति. ध्वंस इति धातु अस्ति, तस्य कथं भवति यङ् लुगन्त? न न, भगिनी कारयतु इति उक्तवती, भवती वदति चेत्. भगिनी भवती कारयतु, भवती यावद् जानामि तावत् करोमि अहं भगिनी. करोतु अग्रे, करोतु भगिनी कृपया. सो ध्वंस ध्वंस इति हलादि एकाचक्रियासंहारे अनेन यङ् विधानं भवति. तदनन्तरं यङो अचि अनेन यङ् लोपो भवति, संयङो निद्वृत्तं भवति. ध्वंस ध्वंस हलादिशेषनेन ध्वंस इति तिष्ठति. तदनन्तरम् अभ्यासे चर्चनेन धकारस्य चष्टं भवति, द भवसि, द ध्वंस भवति. तदनन्तरम् अत्र एकं सूत्रमस्ति, अनेन विशेष नीक् आगमः भवति यदि अभ्यासस्य नीक् आगमः भवति. वञ्च संस्वंस ध्वंस कस् पत् पद् स्कन्द अनेन सूत्रेण. सो सप्तमाध्याय चतुर्थपादे 84 ऐ थिङ्क् चतुर्दशीति सूत्रं पूर्वस्मिन् पाठे अस्ति. सप्तमपादम् अष्टमपादं भगिनि? सप्त चतुर्थपादम् अध्याय धन्यवादः. क्षम्यता. लठी अहं करोमि, कोऽपि अन्य करोति? अहं लटी करोमि तदनन्तरं. धनि ध्वंस योगति, इदानीं सकार परे अस्ति, तकार झलि अस्ति, केवलं खरि चेति पजन्यवत् भवति, तथैव तिष्ठति. सो धनि ध्वंस इति भवति. किन्तु ध्वंस इति अत्र महोदय उक्तवान् तत् वक्तव्यं, ध्वंस अनुस्वारः अस्ति, तत् कथम् आगच्छति? तत्र नकार मूले नकार अस्ति, तस्य नकारस्य अनुस्वारः भवति. तत् धनि ध्वंस इति धनि ध्वंस इति भवति. किन्तु सकार इति ययि नास्ति, तस्य अनुस्वारः न भवति. सो अत्र धनि ध्वंस इति भवति रूपं. तदनन्तरम् इति अत्र अस्ति, केवलं वर्णमेलनं भवति. धनि ध्वंसि इति तत्र तः अस्ति समानकार्यं, केवलं वर्णमेलनम् अस्ति, कोऽपि क्यारन् तत्र धनि ध्वंसि मूले नकारः अस्ति. सो तक अनिदितां हलुपदायां तन्नकारस्य लोपः भवति. सो अत्र धनी ध्वस्तः इति भवति. साधु यत्र अति अस्ति तत्रापि अपित् अस्ति, अपित्वात् नकारस्य लोपः केन सूत्रेण भवति इति उक्तवती भगिनि? अनिदितां हलुपदायां कारणकि अनुस्वारः अस्ति किन्तु मूले नकारः अस्ति तत्र. सो धनि तर्हि धनि ध्वंस योगः अस्ति किं जातम्? तत्र खरि च केवलं, तत्र कारणकि पित् अस्ति साधु, तत्र धनि ध्वंस्ति इति ध्वंस्ति, या ध्वंस्ति तथैव तिष्ठति. नाभ्यस्तस्य कार्यं नास्ति, कोऽपि गुणः नास्ति, नाभ्यस्तस्य कार्यं कोऽपि नास्ति. नाभ्यस्त अचि पिति सार्वधातुके तत्र अचि जादि पित् अस्ति, तस्य गुणः बाधितं भवति, तस्य कुछ कोऽपि कार्यं नास्ति अत्र अस्मिन्. बट् अनजितां सूत्रं कथं कार्यं करोति? उपादाय अनजितां हल् हल् उपादायं किन्निति इति किन्निति अस्ति वा खलु भगिनि? सकारः अपि अस्ति खलु, तर्हि सकार प्रथमपुरुष द्विवचने सः इति अपित् अस्ति, अपित् कित्मित् भवति साधु. अनजितां हल् उपादायम् इति विषये केवलं वर्णमेलने वा? प्रथमपुरुष द्वितीयरूपम् इति अत्र केवलं वनरूपं ध्वंसीति तत्र अत्र अस्ति ध्वंसीति. ओके ओके, धन्यवादः. यत्र तकार अस्ति द्विवचने तत्र नकारस्य लोपः भवति, कारणं मूले नकार अस्ति अनुस्वरस्य, सो तत्र आगच्छति. सो धनि ध्वंस इति भवति, सो नकार उपधायाम् अस्ति सकारस्य, सो तस्य लोप भवति. सो धनि ध्वस्तः यत्र अति अस्ति तदपि अपित् अस्ति, सो अपित्वात् अनिदितां हल् उपधाया नकारस्य लोप कितिङिति परे तस्य कार्यं भवति. तदनन्तरं वर्णमेलनं भवति, धनि ध्वसति इति भवति तत्र साधु. इदानीं यत्र सि अस्ति सकार धनी ध्वस् तत् अपि समानकार्यं यथा प्रथमपुरुषे धनी ध्वंससि इति भवति. तत्र ईषि अस्ति वर्णमेलनं, धनी ध्वंसिषि. तत्र अथ पुनः अनदितां हलोपधायां कार्यं भवति, नकारस्य लोप भवति, धनी ध्वंसथ धनी ध्वसथः. यत्र इमि अस्ति तत्र केव मि कत् वर्णमेलनं भवति, धनी ध्वंस्मि ध्वनि ध्वंसीमि. पुनः वकार मकारद्वयोः इति किमस्ति अपित् अस्ति, अपित्वात् अनदितां हलुपदायां सो नकारस्य लोप, धनी ध्वस्वः धनी ध्वस्मः इति भवति. अस्तु भगिनि, किन्तु चर्चा जाता यत्र सकार धातुः सकारे अस्ति, रैट्? सकारे परे यदि तकार अस्ति अस्ति अस्ति तस्य तस्य कार्यं यदि वयं लङ् लकार कुर्मः तत्र कानि सूत्राणि पदान्ते भवति, भिन्नकार्यं पदान्ते भवति तत् महोदय ग्रिल् कृतवान् कानि सूत्राणि प्रसक्ति अस्ति, कथं निषेधं कर्तव्यम् इति. अस्तु, पित् अस्ति ततः अनिदितं नकारलोपः न भवति. धनिद्वं खर् अस्ति, प्रसक्ति अस्ति, कार्यं करोति, रूपं सेम् समानमेव. धनिद्वं तु धनि न मकार अनुस्वरस्थाने नकार आगच्छति भगिनि, धनिद्वं स्तु नकारः न आगच्छति खलु? नो नकार नकार मूले नकार सकार सकार परे अस्ति न, सकारान्त धातु अस्ति, नकार परे नास्ति. तत्र अनुस्वर तिष्ठति यत्र अनुस्वर तिष्ठति वा? ओके, धनिद्वं स्तु इतु अत्र वर्णमेलनमेव, धनिद्वं सीतु तात् अपित् अस्ति, अनदितां हालुपदाय किन्निति इति सूत्रेण तात् अपित् अस्ति, कित् किन्निति अस्ति कित् अस्ति, ततः नकारलोप धनिद्वं तात् तृतीयरूपमपि भवति धनिध्वं स्ताद् केन सूत्रेण वावसाने भगिनि जलां दृश्यन्ति ताद् जकार जलां दृश्यन्ति जलां दृश्यन्ति तदनन्तरं वावसाने तात् पुनः जलां दृश्यन्ति सूत्रेण ताम् अन्य प्रथम प्रथमपुरुषद्विवचनम् अत्रापि समानकार्यमेव अपित् अस्ति नकारलोपः भवति धनिध्वस्तात् अतु वर्णमेल् अपित् अस्ति नकारलोपः भवति धनिध्वसतु धनिध्वस्तु हि अस्ति औजल्याभ्यो धीर्धिः सूत्रेण हि स्थाने धि आगच्छति अपित् अस्ति ततः अनिदितां हलुपदायकिनिति सूत्रेण नकारलोपः भवति धनि ध्वंस्ति अत्र अन्यकारम् अपि अस्ति धी परे अस्ति सो तत्र एकं सूत्रम् अस्ति धी च ओ ओ धकारे परे सकारस्य लोप भवति सकारलोपः भवति धन्यवादः अत्र अपि वक्तव्यं यथा अकृतव्यू पाणिना सकारस्य लोपः भवति साधु तत्र यदि नकार इति आगच्छति नकार तिष्ठति कारण कि तत् कार्यं न करणीयं भगिनी भव्या भगिनी तत्र अत्रापि भवति साधु अकृतव्यू पाणिना सकारस्य लोपः भवति इति कृत्वा यत् नकार अस्ति तत् कार्यं अनुस्वर इति न करणीयं साधु धनि ध्वन् इति तिष्ठति धनिध्वन्धि इति चिन्ता नास्ति कुर्मः चेदपि चिन्ता नास्ति बाधितं रूपभेदः न भवति खलु अनुस्वारः साधु धनिध्वन्धि पुनः नष्टापदान्तस्य झलि अनुस्वार ये पर एव अस्ति चेत् अपि अन्ते एव अनुस्वारस्य ई परसवर्णः इति सामान्यतया अन्तिमं भवति खलु किमर्थम् इत्युक्ते अष्टाध्यायः चतुर्थे पादे आयाति इति कृत्वा अन्तिमसोपाने अनुस्वारस्य ई परसवर्णः इति भूत्वा नकारः पुनः वदतु भगिनि न अवगतं भगिनी अपित् अस्ति भगिनि इति कृत्वा नकारः भवति अनिदितां हलोपदाय अपित् नकार तर्हि अपिच्च इति हि इत्यस्य अपित्वम् आरोपितम् अस्ति इति कृत्वा नकारस्य लोपः भवति अनिदितां हलोपदायानिति इति सूत्रेण तदनन्तरं सकारस्य दीच इति सूत्रेण लोपं भूत्वा किमस्ति किं सूत्रं पश्यामः अनिदितां हलोपदायानिति वा इदम् इति एव मन्ये तत् भवती पश्यतु अहं सम्यक् न अवगतवती आम् सत्यं 6424 अस्ति अनिदितां हलुपदायानिति इति प्रथमं कर्तव्यम् अनन्तरं 82 अस्ति किम् अस्ति धीर इति अत्र तु अङ्गस्य इति अङ्ग इति अनुवृत्तिः नास्ति इति कृत्वा अङ्गकार्यं प्रथमं भवति अनिदितां हलुपदायनिति इति प्रथमं भूत्वा तदनन्तरं धीच इति भवति सो अनुदितां हलु पदायां सो धनि ध्वस् भवति साधु ध्वस् योगैः तदनन्तरं हु झलुभ्यो हेति साधु सो तत्र धनि ध्वस् धी तदन्धी च सकारलोप भवति सकारलोप भूत्वा धनी धनी ध्वधि ध्वधि इति मम अवगमनं ध्वधि धनी ध्वधि हरि अहं सम्यक् न अवगतवती किं रूपं न जातम् अस्तु तात्तत्यापित्यस्ति अनिजितां हलुपदाय करन्ति सूत्रेण नकारलोपः भवति धनिद्वात् धनिध्वस्तात् तम् अत्रापि समानकार्यमेव अपि नकारलोप धनिध्वस्तं धनिध्वस्तम् आनि आनि केवलं वर्णमेलनेव धनिध्वं सानि धनिधं सः वा धनिध्वं सा अत्र अत्र तकारे परे ताम् इति परे त परे किं किमपि कार्यं नास्ति खलु केवलं वर्णमेलनमेव ननु भगिनी वदतु भगिनि कः करिष्यति महोदय मणिमहोदय वक्तुम् इच्छति वा लङ्लकारे लङ्लकारे प्रत्ययः तप्रत्ययः अस्ति धनिध्वंस् इति धातुः अत्र हल्नापि दीर्घासन संयुक्त हल् इति सूत्रेण तकारः लोपो भवति अनन्तरं धनिध्वंस् इति पदानि पदं भवति धनिध्वंस् इति संयोगादन्तश्च इति सूत्रेण सकारः लोपो भवति अनन्तरम् अनुसारः यत्र सकारस्य प्रभावः नास्ति चेत् पुनः कृतविवाहपाण्याः सूत्रेण सकारस्य लोपस्य अनन्तरं यत्र निमित्तं गतवती अतः पूर्वरूपं नकारः आदेशः अतः धनि द्वन् इति रूपं भवति अत्र किमिति नश्यमाने इत्युक्ते सति वयं कार्यमेव न कुर्मः इत्युक्ते नकारस्य अनुस्वरः एव न भवति इति अत्र प्रथमम् अनुस्वारं कृत्वा सकारस्य लोपानन्तरं नशिष्य निमित्तं नश्यति इति कृत्वा अनुस्वारस्य नकारः इति नास्ति अकृतव्यूहः तत्तु निमित्तापाय निमित्तिकस्यापि अपायः इति कार्यमासीत् चिन्तनं तादृशचिन्तनम् अस्माकं तु अकृतव्यूहः पाणिनिः इत्युक्ते निमित् नश्यमाने निमित्ते सति यत् निमित्तं नश्यमानं भवति इति वयं जानीमः खलु सूत्रे क्रमः यदा पश्यामः तदा तु वयं प्रथममेव वयं नश्यपदन्तस्य जलि इति नकारस्य क्षम्यताम् अनुस्वारस्य ई परसवर्णः इति वयं किमस्ति नकारमेवं तत्र स्थापयामः नशापदन्तस्य न कुर्मः इति कृत्वा नकारमेव स्वीकृत्य वयं कुर्मः किन्तु भगिनी महोदय उक्तवान् कानि कानि सूत्राणि प्रसक्ति अस्ति कथं तस्य तेषां निषेधं कर्तव्यमिति चर्चा जाता अत्र तु केवलं साक्षात् जलाञ्जशोन्ते पदान्ते भवति साधु धनिध्वंस् प्रथमं जलाञ्जशोन्ते तस्य कार्यं भवितुं शक्नोति तत् बाधितं ससजुषोरु तस्य कार्यमपि भवितुं शक्नोति किन्तु तत् बाधितम् अन्यत् तिपि अन्यस्ते अपि भवितुं शक्नोति सकारपरि तकारपदान्ते अस्ति तस्य नकारः भवितुं शक्नोति किन्तु तत् प्रबाद्य संयोगाच्च लोपः भवति कारणकी तस्य पूर्वसूत्रमस्ति सर्वे सूत्र ये सर्वाणि स्यात् सूत्राणि वयम् उक्तं जलान् जशन्ते ससजिषुरु अपि तिपि अन्यस्य से च तो ततः संयोगात्यस्य लोपपूर्वसूत्रात् तस्य प्रसक्तिः भवति पूर्वसिद्ध कथं वक्तव्यं पूर्वता सिद्धम् इति सूत्रेण तु तस्य कार्यं करणीयम् अकृत् पाणिना तस्य नकार एव तिष्ठति तत् अधनी ध्वनिति रूपं अस्तु महोदय धनिध्वन् इति रूपं भवति अनन्तरम् ईतस्य अत्र गुणः भवितुमर्हति परन्तु नाभ्यस्वचिति सर्वदा इति सूत्रेण गुणनिषेधः अतः धनिध्वं सीत् इति रूपं भवति ताम् अस्ति ताम् अपित् कृतिनिति अतः बदांशः नकारः लोपः भवति अतः धनीध्वस्ताम् इति रूपं भवति उः अपि अपित् अतः तदेव कार्यं भवति नकारः लोपः बदायांसः अणीतामल्पद इति सूत्रेण आधनीवस वसुः इति आधनीध्वसुः अनन्तरं मध्यं पुरुषे सः अस्ति अत्रापि अल्यापदीर्घः इति सूत्रेण सकारः लोपः भवति अतः अनन्तरम् आधनीध्वं इति अत्र अस्ति अतः अत्रापि पदं भवति अतः समयान्त च इति सूत्रेण सकारः लोपः भवति आकृतव्यवपाणीय नकारः तस्य अत्र निमित्तं नश्यमाणः अस्ति अतः पूर्वं सः नकारः भवति अहं सम्यक्तया न वक्तुं वदामि महोदय परन्तु तदेव अहं मीनिङ्ग् करोमि महोदय सम्यक् अधः आधनिध्वन् इति रूपं भवति ईः किमपि कार्यं भवति आधनिध्वसि धनिध्वंसि सिः इति तम् अपित् अत्र अनिता महल्बदामिति इति सूत्रं कार्यं करोति तेन सूत्रेण बदांशतः नकारः लोपः भवति अतः धनीस्तम् इति अनन्तरं तासि अत्रापि नकारः लोपः भवति अनिता महल्बदामिति इति सूत्रेण अधनीद्वस्त इति रूपम् उत्तमपुरुषे किमपि कार्यं भवति अम् इति एकवचने धनी द्वं सम् इति अनन्तरं व म अत्र अपि तस्य अतः अणीतम् अल्बुद इति सूत्रं कार्यं कृत्वा नकारस्य लोपो भवति उदयांशतः आधनी वस्व इति तदेव बहुवचने अपि आधनी विधिलिङ्ग् उक्त्वा अग्रिमधातोः अपि यङ्ग् लुक् रूपं साधयति वा पुष्पभगिनी म्यूटेड् अस्ति अस्तु न चेत् अहं वदामि तर्हि ध्वनि क्षम्यतां किम् आसीत् धनिध्वंस् योगः यात् धनिध्वंस्यात् धनिध्वंस्यार्थां धनिध्वंस्युः धनिध्वंस्याः धनिध्वंस्यातं धनिध्वंस्यात् धनिध्वंस्यां धनिध्वंस्याव धनिध्वंस्यामः इति नकारलोपः भवति अस्तु धनि आमां धनिध्वस्यात् द्वस्यात् द्वस्यातां धनिध्वस्याताम् धनिध्वस्युः धनिध्वस्याः धनिध्वस्यातं धनिध्वस्यात धनिध्वस्यां धनिध्वस्याव धनिध्वस्याम इति अग्रे तु नूतनधातुः अस्ति हम् इति धातुः. हम् धातोः विषये तु अत्र अस्ति पृथक्तया तस्य कृते किम् अस्ति प्रथमं तु हम् धातोः प्रथमं हम् योगः यङ् इति भवति. किमपि वक्तुमिच्छति वा भगिनि? न न भवति भवति नुगतो अनुनासिकान्तस्य सूत्रं पठतु. प्रथमं तु यङ् विधीयते अनन्तरं किम् अस्ति खलादिहारे यङ् इति सूत्रेण. तदनन्तरं यङोचि चैत्यनेन यङ् प्रत्ययस्य लुग् भवति. संयुङ्ः इत्यनेन द्विपं द्विपं भवति. तर्हि हं हम् इति धातुः इति रूपं द्विपं. तदनन्तरं हलादिशेषः इत्यनेन हहम् इति. तदनन्तरं भवति कुहोशुः इति सूत्रेण जहम् इति भवति. तदनन्तरं नुगतो अनुनासिकान्तस्य इति अभ्यासे चर्चा प्रथमं जस्त्वं भवति जकारस्य जकार किमर्थं न भगिनि हकारस्य हकारस्य सवर्णः अनन्तरं अभ्यासे चर्चयन्ति अल्पप्राणजकारः भवति. तर्हि जहम् इति भवति. तदनन्तरं नुगतो अनुनासिकान्तस्य इत्यनेन नुमागमः भवति. यत्र अनुनासिक अनुनासिकान्तङ्गस्य अदन्त अभ्यासस्य अदन्त अभ्यासः अपि अत्र अस्ति इति कृत्वा नुगागमः भवति. तर्हि सूत्रं दत्तमस्ति अनदितः लुपधाय. तदनन्तरं सूत्रमस्ति नुगतो अनुनासिकान्तस्य. एकवारं पठानीयं वा पठनीयं वा? हा पायाति. वर्गे पठितवन्तः. नुगतोऽनुनासिकान्तस्य अनुनासिकान्तस्य अदन्त अभ्यासस्य अनुनासिकान्तं किमर्थम् इत्युक्ते मकार अन्तिमवर्णः मकारः अस्ति. अनन्तरम् अभ्यासः तु अदन्तम् अस्ति. ज इति अभ्यासः अस्ति. तर्हि अदन्त अभ्यासः अस्ति इति कृत्वा तस्य नुकागमः भवति. आद्यन्तौ टकितौ इत्यनेन कित् अस्ति इति कृत्वा यत् स्थानी यत् अस्ति अदन्तम् अङ्गम् अभ्यासं तस्य अनन्तरम् आयाति. तर्हि कृत्वा ज योगः नुक् नुक् योगः हम् इति भवति. उकारः ककारः लोपः भवति इति कृत्वा तदनन्तरं जन् हम् इति भवति. तदनन्तरम् अनुस्वारस्य यि परस रसापदान्तस्य जलि इत्यनेन परसवर्णः अनुस्वारः आयाति. अनुस्वारस्य यि परसवर्णः इत्यस्य प्रसक्तिः प्राप्तिः न भवति. यि नास्ति हकारः इति कृत्वा अनुनासिकः एव तिष्ठति. अनुस्वारः एव तिष्ठति. क्षम्यताम् अग्रे अहमेव वदामि वा? लट्लकार किम् अस्ति हं जहं योगः ति इति अस्ति. तत्र तु जहं ति इति एव पश्यामि. किमपि कार्यं नास्ति खलु? अस्ति भगिनि झलि परे अस्ति तकार सन्धिकार्यं नश्चापदान्तस्य झलि नश्चापदान्तस्य झलि इति कृत्वा मकारस्य अनुस्वारः भवति. तर्हि जहं इति भवति. अनन्तरं योगः इति अनुस्वारस्य इ परसवर्णः इत्यनेन इन् भवति. किन्तु अन्यकार्यम् अपि भवति खलु अत्र यत्र मकारद्वयम् अस्ति. उक्तवन्तः अन्यत् किमपि कार्यं नास्ति जहं जहं जकार अकार अनुस्वार हकार अकार मकार नकार इदानीं भवति तकार इकार झम्नति झम्नति उच्चारणार्थं तथैव वर्गे कृतवन्तः वा वयम् आं भगिनि तर्हि जाहम्ति इति जाहम्ति इति अस्तु इति अस्ति इति इत्यस्य तु केवलं वर्णमेव तर्हि जाहम्मीति इति सः इति अस्ति अत्र अनिदितां हल् उपदनिति अत्र तु कार्यं किमपि नास्ति प्रथमं तु आं किमपि कार्यं नास्ति तर्हि मकारः तत्तु मूले तु नकारः एव अस्ति खलु महोदय उक्तवान् मकारः अस्ति मूले अस्ति नकारः अस्ति मकारः अस्ति नकारः नास्ति न भगिनि अहं तु अष्टाध्यायी डाट् काम् मध्ये पश्यामि मूले तु नकारः एव महोदय वर्गे उक्तवान् मूले जहं मकार अस्ति तत्र इति धातुः गतौ इति धातुः दत्याति किन्तु मूले मकार अस्ति सो अनिदितां हलु पदार्थस्य प्रसक्ति नास्ति तर्हि जङ् एतत्तु अस्माभिः अहं मन्ये यत्र द्वं पठितं तत्रैव एतदपि अस्माभिः पठितम् आसीत् भगिनि किन्तु महोदय उक्तवान् मकारान्तधातुः अस्ति नकारान्तधातुः नास्ति अत्र मकारान्त अन्ते तु मकारः अस्ति किन्तु अत्र मकारद्वयम् अस्ति हं हं हन् इम् इति एव अहं शब्दकोशे पश्यामि अनिदितेव अस्ति भगिनि किन्तु ज ह इन् इं म इत्येव पश्यामि शब्दकोशे भवन्तः पुष्पदीक्षितमहोदयः शब्दकोशः अस्ति वा तत्र न भगिनि तथैव उक्तवान् भवती प्रष्टुं शक्नोति महोदय न पुष्पदीक्षित महोदयः पुस्तकं स्वीकरोतु मां मम अन्य प्रकोष्ठे अस्ति केवलं यत्र तकातः अस्ति तत्र पद पुनः नश्चापदान्तस्य झलि अनुस्वारस्य एकनिमिषं तिष्ठ यदि तु अन्य धातुः नास्ति खलु एकनिमिषं तिष्ठति चेत् अहम् श्रूयते भगिनि? हा अस्मि भगिनि, अत्र स्वीकुर्वती अस्मि। क्षम्यतां, भिन्नभिन्नपुस्तकेषु भिन्नभिन्न क्रमेण दत्तमस्ति। हम्म इति अस्ति, नास्ति अपि नकार नास्ति मूले, मकार एव अस्ति। अपि किम् अन्य वार्ता यदि सः अस्ति सकारपरे अस्ति नकारस्य अनुसारं भवति, अनुसारं कुत्र स्थापयामः, अनुसारं इत्युक्ते स्वरस्य अनन्तरम् अनुसारं सः कार उत्तर कार अस्ति तस्य उपरि अनुसारः आगच्छति, आयत् मकार अस्ति उपायां तस्य उपरि आगच्छति, तदपि स्पष्टता नासीत्। महोदय उक्तवान् समर्थनं पश्यति अस्ति, पश्यति पुष्पादीक्षितमहोदयः पुस्तके तु मकारः एव लिखितः, नकारः न, किन्तु अस्माकम् अष्टाध्यायी डाट् काम् मध्ये नकारं तत्र प्रदर्शितम्। अस्तु, तर्हि मकारम् इति स्वीकृत्य एव करोमि महोदय उक्तवान्। क्षम्यताम्, तर्हि जहम्म योगः तः अत्र तु किमपि कार्यमस्ति, पुनः यथा मकारस्य अन्तिममकारस्य तु नश्यापदान्तस्य जलि अनुस्वारस्य परसवर्णः इति नकारः भवति, तर्हि जहम् इन्तः इति भवति। अति इत्यस्य केवलं वर्णमेलनं जम् इत्यस्य तु मकारे परे सकारस्य पुनः नशपदान्तस्य जलि अनुस्वरसि परसवर्णः इति समस्या अस्ति अनुस्वारः कुत्र स्थापयामः तत्र महोदय अग्रे आमामां मकारद्वयम् अस्ति खलु तर्हि भवती किं चिन्तयति? अहं तु मकर भवेत् आं मकारस्य उपरि एव स्थापयामि, नो चेत् कथं वा वयम् समानकार्याणि अत्र सर्वत्र तर्हि जि अनन्तरं जं हं मीषि इन्तः जं हम् इन्त जं हम् मि किं मि तत्र एकस्य मूश्च यत्र मकारे परे मकार अस्ति मकारवकारपरे मकारान्तपरे मकारवकार अस्ति तु मकारस्य नकारः भवति अधोभागे दत्तमस्ति भगिनि मुवोश्च वा मुवोश्च आम् अधोभागे महोदय लिखितवान् अहं पश्यामि अस्ति मनो मनोश्च मोश्च अष्टम अध्यायस्य द्वितीयपादे पञ्चषष्टि सूत्रम् अत्र मूलो धातोः तस्य अनन्तरं दत्तमस्ति अत्र मकारान्तधातोः धात्वन्तमकारस्य स्थाने नकारादेशः भवति मकारे वकारे परे अस्तु तर्हि जं मोश इत्यनेन जं हं इमि जं जं हं मीमि जं हं इन्वः मोः किमासीत् सूत्रं मोश इति सूत्रेण अनन्तरं जं हं इन्मः इति चिन्तयितुमपि न शक्नोमि एतादृशरूपेण अस्तु अग्रे कः करिष्यति? जहं योग तु इदानीम् अपि अपित् अस्ति केवलं सन्धिकार्यमस्ति अन्तिममकारस्य तकारझलि अस्ति सो नश्चापदान्तस्य छलि अनेन मकारस्य नकारः भवति अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य यै सवर्ण अनुस्वारस्य नकारः भवति सो जहं न जहं न तु सो तदनन्तरम् अस्ति जहं केवलम् ईतु अत्र अस्ति जहं मीतु जहं मीतु इति भवति तत्र जहं जहं तात् अस्ति पुनः समानकार्यं भवति मकारान्त धातुः अस्ति अपि उपधायां मकार अस्ति अतः अनुचितां हलचिताम् उपधाय तस्य कार्यं न भवति क्षमितं भगिनि अणितं कार्यं न करोति इति उक्तवती सङ्घम् इति नूतनधातुः इति अत्र अनदितां नास्ति महोदय. अनदितां नकारः नास्ति उपधायां, मकारः अस्ति. लोपो भवति वा? न, मकारस्य न, नकारस्य लोपः अस्ति अनदितां खलु उपधायां. आम्, परन्तु सङ्घम् इति नूतनधातुः अत्र नकारः नास्ति, मकारः एव तिष्ठति. मकारः अपि लोपो भवितुम् अर्हति वा? न, मकारलोपो न भवति. न भवति महोदय. महोदय, अत्र उपरि दत्तमस्ति अनदितां हलुपदाम् इति वृत्ति परे येषां हलन्तधातूनां ह्रस्व इकारस्य संज्ञा नास्ति तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति इति वृत्ति प्रत्यये परे अनदितां हलुपदायाम् इति वृत्ति. अत्र मकारः अस्ति, मकारः मूले मूले उपदेश अवस्थायाम् अपि मकारः अस्ति, नकारः नास्ति. लोपो न भवति इत्येव उक्तवती वा? आमां, क्षम्यतां क्षम्यताम् अस्तु. नो प्राब्लम्. तत्र तात् अस्ति, अत्र पुनः नश्चापदांशजलि अपि अनुस्वारस्य यै परसवर्ण अनेन जम्हं तां तात् अपि जलान् दृश्यन्ते अनेन जहं ताद् वावसाने पुनः जहं तात् इति भवति. ताम् अस्ति पुनः समानकार्यं नश्चापदान्तस्य चलि अनुस्वारस्य यै परसवर्ण जम्हं ताम् अतु अस्ति, अत्र अपि केवलं वर्णमेलनं भवति. जहं मतु यत्र हि अस्ति तत्र जहं हि, अत्र अपि हि मकारस्थलादीन् अस्ति, अत्र पूजाद्विवेदी तस्य कार्यं न भवति. नष्टापदार्थस्य झलि अनेन मकारस्य नका अनुस्वारः भवति, अनुस्वारस्य यै परसवर्ण हकार यै नास्ति जहं हि इति भवति. अत्र पुनः समस्या अस्ति अनुसारः कुत्र स्थापयामः हकारपरे उपधायां यत् मकारः अस्ति तत्र इति महोदय वदिष्यति वर्गे. जहं योगतां यत्र अस्ति पुनः अनुस्वारस्य यै परसवर्ण नश्चापदस्य झलि तदनन्तरम् अनुसृत्य यै पवत्सवर्ण जम्हं न तम् इति भवति. जम्हं न त इति बहुवचने यत्र आनी आव आम अस्ति तत्र केवलं वर्णमेलनं भवति. जहं मानि, जहं माव, जहं माम इति भवति लङ्कारदाने. लाङ्ग् भगिनि, अत्र वदतु महोदय. एकं सन्देहमस्ति भगिनि. सरलभगिनी उक्तवती सङ्गम् इति मूलदाते अपि मकारः अस्ति तिष्ठति इति उक्तवती. पुनः नशाम्पदार्थं चलि अनुसरय सै प्रसन्न इति वक्तव्यं वा? मूले यत् मध्ये चेत् मकारः अस्ति तत्तु मूले मकारः अस्ति इति उक्तवन्तः, किन्तु यत्र नष्टपदार्थः तत्तु अन्तिममकारस्य विषये. मकारद्वयमस्ति महोदय. अन्तिममकारस्य स्थाने उक्तवती वा? आम्, धन्यवादः. क्षम्यतां, धन्यवादः. इति क्लेशः अस्ति, मम न आगच्छामि, अतः पृष्टवान्. धन्यवादः भगिनि, क्षम्यतां. अनागम् आगच्छति लुङ् लाङ् लुङ् शुर्वात् इति सूत्रेण अज्जं हं योगः तकार हल्नाभ्यो दीर्घात्ति उपयुक्तः लिप् सूत्रेण तकारलोपः भवति, पदसंज्ञा भवति, मकारस्थाने नकार न भगिनि किं भगिनि संयोगान्तस्य लोप अन्तिममकार अस्ति अस्य लोपः भवति इदानीम् अद्य अहम् इति भवति पुनः यदि उपधायं मकारः तिष्ठति तस्य मोनो धातोः अनुसूचनेन मकारस्य पदान्ते नकारस्य नकारः भवति अचहन् इति भवति मोनो धातो सूत्रेण मोनो धातुः मोनो धातु अष्टमदति द्वितीयभागे चतुर्षष्टि सूत्रमस्ति मकारान्तधातोः पदस्य नकारो आदेश भवति अनुवृत्तिसहस्रसूत्रमस्ति मह धातोः पदस्य अन्ते नः साधु संयोगान्तस्य लोप तदनन्तरं मौनो धातोः कार्यं द्वयम् अनन्तरं ईत् अस्ति अत्र वर्णमेलनमेव अजम् हम्मीति मी तकार दकार भवति भगिनि वावसानि थामस्ति अत्रापि केवलं वर्णमे अजहमं तां सन्धिकार्यम् ओ तक् मकार तक जल् तकार जल् अस्ति तथा नष्टपदान्तजल् इति सूत्रेण मकारस्थाने अनुस्वर तदनन्तरम् अनुस्वरस्य ई परसवर्णसूत्रेण अनुस्वरस्थाने नकार परसवर्ण नकार अजहं उहु अत्रापि केवलं वर्णमेलनेव अजहं मुहुः सकार अस्ति अज अत्र सकारात् लोपः भवति सल्लाभ्यदीर्घसूत्रेण तदनन्तरं पदसंज्ञा अस्ति तत् संयोगान्तस्य लोपः इति सूत्रेण मकारलोपः भवति अजहं मोनोधातोः सूत्रेण मकारस्थाने नकारः आगच्छति अजहं हन् ईः वर्णमेलनमेव अजहं नीः हम् अत्रापि कार्यमस्ति मकारस्थाने नष्टपदान्तश्च लि इति सूत्रेण अनुस्वर तदनन्तरं अनुस्वरस्य ई परसवरस्थेन अनुस्वरे नकार आगच्छति अजहम्मन्त उत्तमपुरुषे अम् अस्ति केवलं वर्णमेलनमेव अजहं वः वा अस्ति चेत् अत्रापि केवलं अजहं वा भगिनि अजहं तत्र अपि सममो धातु अजहम् अम् अत्र तत्र केवलं वर्णमेलनं यत्र मकार अस्ति वकार अस्ति मोवो धातु मकार वकार परे मकारस्य मकार भवति अजहम्नम् अजहम् अजहम्व इति भवति साधु ओके प्रथमपुरुष अपि मकार स्थाने नकार आगच्छति भगिनि द्विवचने अपि बहुवचने द्विवचने एकवचने केवलं वर्णमेलनं भवति अजमम् यत्र वकार अस्ति तत्र मकारस्य अन्तिममकारस्य नकार भवति सो अजहम्नम् अजम् अजम्व अजहम्व इति ओके धन्यवादः विधिलिङ्गे विधिलिङ्ग् यात् यातां युः सर्वे अपि अतः अनीतं हल्लुपदायक इति सूत्रं कार्यं कर्तुम् अर्हति परन्तु संहम् इति मूले अपि मकारः अस्ति इति कृत्वा अत्र किमपि कार्यं न भवति संहम् चलि अपि नास्ति परन्तु अपि तस्य अधः ह्रस्व नास्ति चेत् अत्र नकारः लोपो भवति दिले परन्तु संहम् इति नूतनधातुः अत्र नकारः न आसीत् मूले इति कारणेन न भवति संयम् यातां संहं युः जं हा क्षम्यतां जंहं यात् जंहं यातां जंहं युः जंहं याः जंहं यातं जंहं यात अनन्तरं जंहं यां जंहं याव जंहं याम इति अनुसारविचारणं मम सम्यक् मया आसीत् महोदय चिन्ता मास्तु ग्राहकधातोः कियत् पर्यन्तं कृतवन्तः भगिनि वयं पठितवन्तः सम्प्रसारेण धातवः तद् ग्राह जाग्रह तस्य लट् लोट् रूपं कृतवन्तः केवलं तत् करणीयं खलु तर्हि इति पठ्य पठनं भवति साधुदेव रूपं साधयति वा गृहदातु आमां जागृहदातु मणिमहोदय गृहदातु महोदय सूत्रम् एकं पठामि सम्प्रसारणदातव स्थिपा सपा अनुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् ग्रहणं किञ्चित् पञ्चयितानि न यङ्लुकि अनेन स्थिपा निर्दिष्टानां पञ्चानां यङ्लुकि न सम्प्रसारणं भवति गहि ज्या वै व्यधि वष्टि विच्छति विच्छति पृच्छति वृजदीनम् इति च ग्रासु ज्या वै व्यद् वश् व्यज् व्रश्च व्रश्च व्रज् येषां सम्प्रसारणं भवति इति नीति प्रत्यपरे इतरितुरदन्तः षष्टिभक्त्या उक्तौ ग्रहि ज्या वै व्यधि वशि अस्ति विच्छेति पृच्छति पृच्छति वृजदीनां षष्ट्यन्तम् इति सप्तम्यन्तं च अव्यपदं त्रिपदं सूत्रं वचि स्वप्याजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः यङ् सम्प्रसारणं पुत्रपत्योस्तत् पुरुषे इत्यस्मात् सम्प्रसारणं इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ग्रहि ज्या वै व्यधि अस्ति विच्छेति पृच्छति पृच्छति वृजदीनाम् इति सम्प्रसारणम् अत्र यङ्लिति पञ्च धातुः पूर्वं स्थितः ग्रह जिया इति सम्प्रसारणं भवति, अनन्तरं पञ्चानां यदपि अतः वस्तः व्यदितः शपः निर्दिष्टं किम् अस्ति अत्र नास्ति रैट्? शपः निर्दिष्टम् अनेन सूत्रे, अस्मिन् सूत्रे ग्रही ज्या वै व्यधि वष्टि स्तिपा तु अस्ति खलु, पञ्चधातवः सन्ति न, पृच्छति पृच्छति वृञ्जति इति सन्ति पञ्चधातवतः, तेषां यङ्लुकि न भवति कारणं तत्र सम्प्रसारणं न भवति, यङ्लुकि एव रूपं न भवति, किं सम्प्रसारणं न भवति इति कृत्वा गृह् न भवति, सामान्यतया नित् अस्ति खलु यङ् इति नित् अस्ति, तर्हि यङ् प्रत्यये परे तस्य सम्प्रसारणं गृह् इति भवति स्म, ग्रह् इत्यस्य गृह् इति भवति स्म खलु, न भवति अत्र कृतवन्तः वयं गृह ज्या धातु तस्य सम्प्रसारणं भवति, सम्प्रसारणं न भवति इति कृत्वा ग्रह् एव तिष्ठति, तर्हि ग्रह् ग्रह् इति भवति, जग्रह् भवति, अनन्तरं किं भवति जग्रह् भूत्वा, अनन्तरम् अभ्यासे चर्चयित्वा जग्रह् भूत्वा खलु जग्रस्तु अधिगोपितः इति जाग्रस् रेफ एव तिष्ठति, रेफस्य सम्प्रसारणं ऋकारः न भवति, कृतवन्तः वयं वर्गे कितिङ्गति परे कृतवन्तः लट्लकारे तत्र कुर्मः. किं भगिनि प्रश्नः कः भगिनि? मम प्रश्नः अस्ति शिप्पा अनुबन्धनिर्दिष्टं गणनिर्दिष्टं तस्य अर्थं किम् अस्ति? स्थिपा निर्दिष्टम् अस्माकं सूत्रमेकं निर्दिष्टम् इति पञ्चधातवः अस्ति, अस्माकं सूत्रमस्ति गृही जयाव इति सामान्य किम् अस्ति सम्प्रसारणविधायकं सूत्रमस्ति, अधुना एवं द्रष्टव्यम् अस्माभिः, अस्माकं प्रश्नः अस्ति एतादृशसम्प्रसारणं गृहधातोः यङ्लुकि भवति वा इति प्रश्नः आयाति खलु. किन्तु सूत्रे के कथं निर्दिष्टम् अस्ति धातुः? न स्टिप् अस्ति ग्रहीतु, आम् आम् इका निर्दिष्टम् अस्ति, आम् आम् इक् ग्रही इति एव अस्ति इति भवति गृह् भवति स्म, समीचीनम् आम् आम्. किन्तु एकनिमिषं भगिनि, शपा अनुबन्धेन गणेन च पञ्च पञ्च निमित्तानि, यत्र एकाच् ग्रहणम् अस्ति खलु अत्र तु एकाच् ग्रहणं भवति, गृ यदि सम्प्रसारणं भूत्वा गृ भवति तु तत्र एकाच् नास्ति न अत्र किं भगिनि? गृही यत्र अस्ति गृह धातु तु सर्वे एकाच् अस्ति, ज्या अपि एकाच् अस्ति, आकार एक अस्ति केवलम्. अत्र आम् किमर्थम् एकाच् ग्रहणम् इत्युक्ते अस्माकं सूत्रमस्ति धातोरेकाचो हलादेः इति भवति खलु, भवति वा महोदय तु तत् दत्त्वा वर्गे चर्चितवन्तः वा भगिनि? वर्गे उक्तवन्तः ग्रहीज्या केवलं द्वयोः धातोः तत्र सप्रसरणं भवति न्यामुखि. अन्ये पाणि दृष्टमस्ति व्यधि वष्टि विच नो वष्टि विचति विशति पृच्छति भ्रजति तस्य कार्यं न भवति किन्तु ग्रहीज्या तस्य भवति. वयं तर्हि सम्प्रसारणं भूत्वा किन्तु मूले कः धातुः कः अस्ति गृहस्य वा गृहस्य वा गृह लिखितमस्ति गृह जागृह भवति इति उच्चारणं सम्प्रसारणं भूत्वा एव गृह भवति मूले तु गृहधातुः अस्ति गृहधातुः अस्ति इति कृत्वा सम्प्रसारणं भूत्वा गृह भवति न महोदय मूले गृह अस्ति सम्प्रसारणं अनन्तरमेव गृह न महोदय अहं तु अत्र शब्दकोशे पश्यामि किम् अस्ति सम्प्रसारणकार्यं किं भवति यत् गुणकार्यस्य क्षणितं यन्सने इन् भवति वा इन्सने इन् भवति वा महोदय आम् यन् सूत्रमस्ति न इङ् यान् सम्प्रसारणं तत्र यान् स्थाने सम्प्रसारणं भवति न यकारस्य इकार वकारस्य उकार रेफस्य ऋकार गहीजा वै इति सम्प्रसारण विधानसूत्रम् ग्रह इति वचि स्वपि यजादीनाम् अन्यास्ति सा तु गृहधातुः अन्यत् अस्ति गृहधातुः अन्यत् अस्ति अहम् मन्ये तादृशं भिन्न धातवः सन्ति गृह्णाति इति अस्ति गृही इति अस्ति तर्हि एतस्यैव धातोः एव तर्हि कार्यमस्ति सम्प्रसारणं भवति इति अत्र प्रथमत्रयाणां सम्प्रसारणं भवति यङ् लुक् इति महोदयेन दत्तमस्ति किन्तु उदाहरणे तु गृह जागृह इत्येव दत्तवान् तर्हि जागृह इति स्वीकृत्य कुर्मः वा सम्प्रसारणं भूत्वा तथा एव कर्तुं शक्नुमः खलु तर्हि ऋकारः भवति अस्तु जागृह इति स्वीकृत्य सम्प्रसारणं यदा कितिङ् इति यदि ति अस्ति पित् अस्ति तत्र न भवति न सम्प्रसारणं इङ्ग्लुकि तु सम्प्रसारणं भवति खलु इङ्ग्लुकि सम्प्रसारणं भूत्वा जगृह् इति धातुः इति स्वीकृत्य अग्रे कुर्मः वयं तावदेव ओ यदा सम्प्रसारणं वयं यङ्ग्लुकि धातु तस्य निर्माणं कुर्मः तदा इति सूत्रं वदति तस्य अस्तु इदानीम् अवगच्छामि अस्तु अस्तु तर्हि तत्र जागृह केवलम् अस्ति भगिनी एव वदति वा लट् लकारे अस्तु जागृह योगति अस्ति इदानीं ति झलि अस्ति हकार अन्ते अस्ति सो पित्वात् सम्प्रसारणं कार्यं न भवति होडसूत्रेण झलि परे अस्ति सो हकारस्य ठकार भवति सो जाग्रड् योगति भवति इदानीं ढकार झष् वर्णः अस्ति सो झषस्ततोध अनेन तकारस्य ढकार भवति तो जाग्रड् योगति इदानीं श्नाष्टुः अनेन सन्धिकार्यं ढकारस्य ढकार भवति मूर्धन्यढकार जाग्रड् योगधि ढोढे लोप अनेन पूर्वस्य ढकारस्य लोप भवति सो जाग्रधि भवति ढलोपे पूर्वस्य दीर्घो अण तस्य प्रसक्तिः अस्ति. सो जाग्र उत्तर अकार अस्ति तस्य दीर्घत्वं भवति. सो जाग्राठी इति रूपं भवति. तदनन्तरम् इति असि जाग्रहीति इति भवति. केवलं वर्णमेलनम् अस्ति. जाग्रह योगतः अपित् अस्ति सार्वधातुक कित्मित् अनेन सम्प्रासनस्य ग्रहीज्या वै व्यधि वष्टि विचति वृषति पृच्छति भिञ्जति नामिति च अनेन सम्प्रसारणं भवति. सो ग्र यत्र सम्प्रसारम् आदौ एव सम्भूतं तर्हि पुनः कुतः सम्प्रसारणम् इति न कृतं न कुत्र कृत ग्रह इति ग्रह इति इदानीं करणीयं. वयं नूतनदातुं साधितवन्तः खलु? न वयं न साधितवन्तः. ग्रह अस्ति जाग्रह इति सम्प्रसारणं ग्रहीजा वै यत्र गृह योगः यङ् इति अस्ति खलु ग्रह्योगः मूले तु ग्रहधातुः अस्ति. ग्रस्तयोगः यङ् इति स्थितौ यद्यपि प्रत्ययलोपः भवति तदापि प्रत्ययलक्षणं तिष्ठति इति कृत्वा यङ् परे अस्ति इति स्वीकृत्य धातोः निर्माणसमये एव तत्र गृहीजा वै इत्यस्य कार्यं भूत्वा सम्प्रसारणमपि भवति. तदा एव गृह् भूत्वा गृह् इति भवति. इति वयं न जाग्रह इति वयं स्वीकृतवन्तः यङ् धातुः यत्र अर्थं दत्तमस्ति ग्रह जाग्रह यङ् इति धातु. तदनन्तरं यदि लक् लकारे तकारः अस्ति तत्र कारणकी इति अपित् अस्ति. सो ग्र रेफस्य स्थाने इदानीं कार्यमिति एव नास्ति खलु यङ्लुक् प्रक्रिया इति यत्र वदामः अधुना तु सार्वधातुकप्रक्रिया अस्ति खलु यङ्लुक् प्रक्रिया नास्ति. अनन्तरम् एवमपि चिन्तनीयं भवति प्रथमं द्वित्वकार्यं भवति वा नो चेत् प्रथमं सम्प्रसारणकार्यं भवति वा. द्वितं कार्यं भूत्वा तदनन्तरं तत्र सम्प्रसारणं वयं धातुनिर्माणं न कृतवन्तः. वयम् अधुना चर्चयामः किन्तु अग्रिमे सप्ताहे महोदयस्य वर्गे कृपया पृच्छन्तु. तर्हि द्वित्वकार्यं भवति वा सम्प्रसारणकार्यं प्रथमं भवति वा यङ्लुत् धातुनिर्माणसमये सम्प्रसारणं भवति वा इति. जाग्रह कथं भवति जाग्रह द्वितं भूत्वा तदनन्तरं नास्ति इति मम मतिः. तदर्थमेव एकवारं पृच्छन्ति. अस्तु कदा भवति सम्प्रसारणं धातुनिर्माणसमये भवति वा नो चेत् तत्र अस्माकं प्रत्यय सार्वधातुकलकारेषु भवति वा इति प्रथमप्रश्नः. अनन्तरं द्वितीयप्रश्नः अस्ति जाग्र यत् क्षम्यतां द्वित्वकार्यं प्रथमं भवति वा इति कृत्वा गृह भूत्वा जागृह् भवति वा नो चेत् गृह् इति सम्प्रसारणं भूत्वा अनन्तरं द्वित्वकार्यं भवति वा. प्रश्नद्वयं किमर्थं द्वित्वकार्यं प्रथमं भवति इत्यपि चिन्ता न मम प्रश्नः अस्ति. महोदय यङ्लुकीसूत्रं कथं धातुनिर्माणं समये अत्र सम्प्रसारणं न इति उक्तं ग्रहधातोः सम्प्रसारणं भवति किमर्थम् इत्युक्ते स्टिपा न निर्दिष्टं खलु केवलं किम् अस्ति इका निर्दिष्टम्. अस्तु महोदय बट् परन्तु धातुनिर्माणसमये एव सम्प्रसारणं भवति जानामि महोदय. परन्तु ह्रस्वः अनन्तरं तत्समये सम्प्रसारणं सूत्रं न वदामि महोदयं पृच्छतु तर्हि सम्प्रसारणकार्यं कदा कर्तव्यं धातुनिर्माणसमये वा नो चेत् सार्वधातुकलकारसमये वा इति द्वित्वं यत् कुर्मः तस्मात् पूर्वं वा तस्मात् अनन्तरं वा इति पृष्टव्यं तस्य अनन्तरं वा इति. अस्तु महोदय धन्यवादः. अनन्तरं निर्माणस्य अनन्तरं पृष्ट्वा वदतु भगिनि. अस्तु, तर्हि तदस्ति किमपि अन्यसमाधानं स्यात्, किमर्थं द्विप्रकारस्य अनन्तरं किमर्थम् इति प्रायः अन्यसमाधानं तदर्थं पृच्छामि. अनन्तरम् इति अवगच्छामि, किन्तु नो चेत् गृह इति भवति खलु इति कृत्वा अवगच्छामि, किन्तु किमर्थम् अनन्तरम् आयाति इति प्रायः भिन्ननियमः स्यात्. भगिनि, अग्रे अग्रिममङ्गलवासरे पृष्ट्वा वयम् अग्रे. भगिनि, क्षम्यतां भगिनि, मम समीपे पुष्पजित्यायाः सनाद्यन्तधातुपाठः अत्र गृह् धातु यङन्तरूपं जरि गृह्य यङ् लुगन्तजाग्रह एव. किमर्थं तर्हि सम्प्रसारणं न कृतम् इति प्रष्टव्यः खलु. यङ् लुगन्त लोपः न ऐ थिङ्क् वयं इदानीम् अहं शृणोमि, वयं दृष्टवन्तः सम्प्रसारणं प्रथमं न करणीयं. किमर्थं यङि परे किमर्थं सम्प्रसारणं न भवति इति वदति इति मम प्रश्नः. यङ्गपि मित्रस्ति बट् लुक् भवति, कार्यं न भवति न भगिनि, प्रत्ययलक्षणं न भवति. तर्हि शपाष्टिपा इत्यस्य सूत्रस्य प्रसक्तिः एव नास्ति खलु, अतः कारिकायाः प्रसक्तिः अपि नास्ति खलु. नास्ति इति अहं चिन्तयामि. आं सत्यं, लुक् भवति इति कृत्वा न भवति, किन्तु अत्र अस्य सूत्रस्य कारिकायाः का वा किम् अस्ति भगिनि. वयं पूर्वं ज्या धातु कृतवन्तः, साधु ज्या जाज्या, तत्रापि सम्प्रसारणं धातु अस्ति. साधु सम्प्रसारणं तु पूर्णतया लुक् भवति इति कृत्वा सम्प्रसारणं तस्मिन् समये न भवति, धातुनिर्माणसमये न भवति, किन्तु यङ् लुक् यत् सार्धदशकलकाररूपं साधयामः तदा भवति, अनेन अनया कारिकया तदा भवति इति वा. अस्तु, पृष्ट्वा आगच्छामः वयम् अग्रिमे सप्ताहे अस्मिन् चर्चयामः. मम एका सूचना अस्ति, अहं तु चतुर्दशदिनाङ्के अहं न भवामि, अग्रिमे सप्ताहे भवामि, किन्तु चतुर्दशदिनाङ्के न भवामि. भवद्भिः एव केनापि आगन्तव्यम्, मम कार्यालयस्य कार्याणि सन्ति 10:14. कृपया वदन्तु कः दायित्वं स्वीकरिष्यति. अरुणा भगिनी, भवती रूपेण आगन्तुं शक्नोति वा? न, सरला भगिनी फोन् मध्ये आगच्छति खलु इति कृत्वा अरुणा भगिनी प्रश्नं कृतवती. अस्तु भगिनि, अरुणा भगिनि अहं प्रेषयिष्यामि, हौस् डीटेल्स् भवत्याः समीपे अस्ति वा? होस्ट् डीटेल्स् विवरणानि सन्ति वा?